ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते। येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेषां नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति इत्संज्ञाप्रकरणम्। तत्र वयं दृष्टवन्तः, तत्र उपदेशावस्थायाम् इत्युक्ते उपदेशधातुषु, प्रत्ययेषु, आदेशेषु अपि च आगमेशेषु ये पाणिनिमहर्षिणा तत्र कानिचन अनुबन्धवर्णाः स्थापिताः, तेषाम् इत्संज्ञा, तेषां निष्कासनम् अस्माभिः करणीयम्। प्रथमसोपाने एव तत् इत्संज्ञा इति तत्र कार्यं करणीयम्। सो इत्संज्ञाप्रकरणेषु वयं दृष्टवन्तः, तत्र तृतीया प्रथमाध्याये तृतीयपादे द्वितीयसूत्र आरभ्य अष्टसूत्रपर्यन्तं तत्र सप्त इत्संज्ञासूत्राणि तत्र सन्ति। संज्ञासूत्राणि वदामः चेत् वयं जानीमः, तत्र सूत्रलक्षणं पश्यामः चेत् संज्ञासूत्रम् एकं सूत्रम् अस्ति व्याकरणे, येन किं भवति, येन केवलं नामकरणं क्रियते, इत्युक्ते कस्यचित् वर्णस्य नामकरणं भवति संज्ञासूत्रेण, अपि च कस्यचित् शब्दस्य तत्र संज्ञा दीयते पाणिनिमहर्षिद्वारा। सो तत्र सप्त, ये सप्तसूत्राणि तत्र सन्ति, तत्र केवलं नामकरणं भवति, कस्यचित् वर्णस्य नामकरणं तत्र क्रियते। किं नामकरणम् इति वदामः चेत् इत् इति नामकरणम्, इकारः तकारः, इत् इति एकं विशिष्टनाम अस्ति व्याकरणे। वयं जानीमः यस्य यस्य वर्णस्य अथवा वर्णसमूहस्य इत् भवति, इत् इति नामकरणं भवति व्याकरणे, तस्य अनन्तरं लोपः अपि भवति। सो अस्मिन् प्रकरणे तत्र यः प्रथम अध्याये तृतीयपादे नवमसूत्रं यः अस्ति सः लोपविधायकसूत्रम्, इत्युक्ते तेन सूत्रेण विधिविधायकसूत्रं वदामः चेत् तेन सूत्रेण कार्यं विधीयते, कीदृशकार्यं, लोपकार्यं विधीयते। सो अस्मिन् प्रकरणे इत्संज्ञाप्रकरणं वदामः चेत् यस्मिन् प्रकरणे इत्संज्ञा दीयते तत् इत्संज्ञाप्रकरणं। सो वयं किं वदामः, तत्र सप्तसूत्राणि, सप्तसूत्रेभिः किं भवति, इत् इति नामकरणं भवति, अनन्तरं नवमसूत्रे तत्र एकं यस्य यस्य इत् तस्य तस्य लोपः अपि करणीयम् इति व्याकरणे नियमः, अतः तत्र नवमसूत्रे तत्र एकं विधिसूत्रम् अपि महर्षिणा दत्तं, तदस्ति तस्य लोपः, तेन सूत्रेण यस्य यस्य इत् व्याकरणे तस्य तस्य लोपः अपि करणीयम् इति नियमः। प्रथमसूत्रं वयं दृष्टवन्तः, तत्र उपदेशे अजनुनासिक इति प्रथमसूत्रम् अस्ति। तेन सूत्रं किं वदति, वयं जानीमः तत्र संस्कृतवर्णमालायां तत्र अनुनासिकस्वराः तत्र सन्ति, अपि च अनुनासिकव्यञ्जनानि अपि तत्र सन्ति व्याकरणे, परन्तु यः प्रथम इत्संज्ञासूत्रम् अस्ति उपदेशे अजनुनासिक इति सूत्रं, तत् सूत्रं वदति उपदेश अवस्थायां यः अनुनासिक अच् अस्ति तस्य इत् करणीयम्। सो केवलम् अनुनासिकस्वराणाम् एव इत् व्याकरणे, ये अनुनासिकव्यञ्जनानि तत्र सन्ति तेषाम् इत् न भवति इति एतत् सूत्रस्य अर्थः। सूत्रं वदति अनुनासिक अचस्य एव इत् करणीयम् उपदेश अवस्थायाम्। इदानीं तत्र प्रश्नः आयाति अनुनासिक इत्युक्ते किम्। सो यस्य स्वरस्य उपरि चन्द्रबिन्दु दृश्यते तस्य व्याकरणे एकं चिह्नं दत्तं। कथं जानीमः तत्र स्वरः निरनुनासिक वा अनुनासिक वा चिह्नं दृष्ट्वा एव वयं ज्ञातुं शक्यते स्वरः एतत् स्वरः अनुनासिक स्वरः यदि तस्य उपरि कोऽपि चन्द्रबिन्दु दृश्यते. परन्तु तत्र अत्र किमर्थम् अनुनासिकस्वरविषये दत्तम् अस्मिन् करपत्रे? यः धातुपाठं मूलधातुपाठम् अस्ति तस्मिन् धातुपाठे तत्र अनुनासिकस्वरः न दत्तम्. सो वयं कथं जानीमः? सूत्रं तु वदति केवलम् अनुनासिकस्वराणाम् एव इति करणीयम्. सो मूलधातुपाठं पश्यामः चेत् तत्र स्वराणाम् अनुनासिकचिह्नं न दत्तम्. किमर्थं चेत् तत्र पूर्वे तत्र एकं सम्पूर्णस्वरविज्ञानम् आसीत्, परन्तु तत् स्वरविज्ञानम् इदानीम् अस्माभिः सविधे नास्ति, तत् लुप्तं जातम्. अतः तत्र किञ्चित् क्लेशः भवति, स्वराणाम् उच्चारणे तत्र क्लेशः भवति. सो वयं केवलं चिह्नं दृष्ट्वा एव वक्तुं शक्यते कः स्वरः अनुनासिक अथवा निरनुनासिक, तथैव कः स्वरः उदात्तः अनुदात्तः अपि च स्वरितः चिह्नं दृष्ट्वा एव वयं ज्ञातुं शक्यते. सो इदानीं तत्र कष्टः नास्ति. किमर्थं चेत् तत्र पूर्वे ये वैयाकरणाः ये व्याकरणविज्ञानी तत्र आसीत् ते किं कृतवन्तः ते वी हेव् तत्र स्वराङ्कितधातुपाठः अपि वर्तते अस्माकं सविधे. सो स्वराङ्कितधातुपाठं पश्यामः चेत् तत्र सर्वाणि तत्र चिह्नानि दत्तानि. सो चिह्नं दृष्ट्वा एव वयं ज्ञातुं शक्यते कः स्वरः अनुनासिक अथवा उदात् अनुदात् अपि च स्वरितः. सूत्रं प्रथम इत् संज्ञा सूत्रं वदति अनुनासिकस्वराणां तत्र इत् करणीयम्. परन्तु तत्र एकम् अन्यत् चिन्तनम् अस्ति, फलं दृष्ट्वा वयं ज्ञातुं शक्यते एतत् स्वरः अनुनासिक अतः तस्य इत् इति भवति. इत्युक्ते तत्र यदि लौकिक धातुः लौकिकरूपं पश्यामः चेत् यदि तत्र लौकिकरूपेषु मूलरूपेषु कश्चित् स्वरः आसीत्, परन्तु लौकिकरूपेषु तत् स्वरं न दृश्यते, अस्माकम् अनुमानम् एव अस्ति तत् स्वरः अनुनासिकस्वरः. सो वयं फलं दृष्ट्वा एव ज्ञातुम् एवम् अपि ज्ञातुं शक्यते कः स्वरः अनुनासिकस्वरः. सो तस्य विषये अस्मिन् करपत्रे अहं चिन्तयामि तत्र एकं आम् गम्लु विषये तत्र उदाहरणम् अपि दत्तम्. सो गम्लु विषये मूलधातु पश्यामः चेत् धातुपाठे गम्लु इति दत्तम्. वयं जानीमः अ आ इ ई उ ऊ रु लु अपि एकं स्वरः, लु इति एकं स्वरः अस्ति. सो मूलरूपं पश्यामः चेत् तत्र धातुपाठे गम्लु इति दत्तम्, परन्तु लौकिकरूपं पश्यामः चेत् तत्र केवलं गम् इति दत्तम्. सो लू कुतः गतः? सो तस्य अस्माकम् अनुमानम् एव अस्ति लू इति स्वरः अनुनासिक, अतः तस्य उपदेशे अजनुनासिक इति सूत्रेण प्रथमे तस्य इत् संज्ञा, अनन्तरं तस्य लोपः इति सूत्रेण तस्य लोपः अपि अभवत्, अतः तत्र लौकिकरूपेषु केवलं गम् इति दृश्यते. सो अत्र लिखितमस्ति फलं दृष्ट्वा. सो तस्य विषये एवमेव चिन्तनम् अस्ति. किमर्थं चेत् मूल यः तत्र धातुपाठम् अस्ति तस्मिन् अनुनासिकचिह्नं न दत्तम्. सो फलं दृष्ट्वा एव वयं ज्ञातुं शक्यते एतत् स्वरः अनुनासिक. किमर्थं चेत् इत् संज्ञा प्रकरणे सप्तसूत्रेषु केवलम् एकम् एव सूत्रम् अस्ति येन किं भवति स्वरस्य इत् संज्ञा, कस्यचित् स्वरस्य इत् संज्ञा, अच् वर्णस्य इत् संज्ञा, तत् सूत्रमस्ति उपदेशे अजनुनासिक इत्. सो केवलम् अनुनासिकस्वराणाम् एव इत् व्याकरणे, अतः अस्माकम् अनुमानम् एव अस्ति लौकिकरूपेषु लु इति स्वरः न दृश्यते, अतः तत् लु इति स्वरः अनुनासिक अस्ति. अतः तस्य उपदेशे अजनुनासिक इति सूत्रेण प्रथमे तस्य इति संज्ञा, अनन्तरं लोपः. तथैव अन्यधातुषु अपि तदेव चिन्तनम् अस्ति. सो उपदेशावस्थायां तत्र यः अनुनासिकस्वरः यत्र कुत्रापि अनुनासिकस्वरः भवेत् तस्य तु इति करणीयम्. इत्युक्ते अत्र अस्मिन् सूत्रे, प्रथमसूत्रे, किमपि स्थानं न दत्तम्. आदौ अस्ति वा, अन्ते अस्ति वा, मध्ये अस्ति वा, केवलं सूत्रं वदति उपदेशावस्थायां यत्किमपि अनुनासिकस्वरः तस्य इति सूत्रस्य अर्थः. सो इति प्रथमसूत्रं. द्वितीयसूत्रम् अस्ति हलन्त्यम् इति सूत्रम्. हलन्त्यम् इति सूत्रं वदति उपदेश अवस्थायाम्, इत्युक्ते उपदेशप्रदातुषु, उपदेशप्रत्ययेषु, आगमेशेषु अपि च आदेशेषु यत्किमपि अन्तिम हलवर्णः यदि तस्मिन् आदेशेषु अथवा धातुषु कोऽपि अन्ते कोऽपि हलवर्णः वर्तते, तस्य हलन्त्यं सूत्रद्वारा इति संज्ञा भवति. अस्मिन् सूत्रे उपदेशे पदस्य अनुवृत्तिः अपि च इत् इति पदस्य, तत्र एतत् पदद्वयस्य अनुवृत्तिः सम्पूर्ण इत् संज्ञाप्रकरणे तत्र आवश्यकम्. इत्युक्ते इत् इति यः नामकरणं सः केवलम् उपदेश अवस्थायाम् एव करणीयम्. अतः उपदेशे अपि च विशिष्टनामं यः अस्मिन् प्रकरणे भवति, पदद्वयस्य तत्र अनुवृत्ति सर्वेषु सूत्रेषु आवश्यकम्. वयं जानीमः अनुवृत्तिकरणस्य आवश्यकता किं भवति तत्र व्याकरणे. तेन किं भवति, सूत्रस्य सम्पूर्ण अर्थ अवगमनार्थम् एव अस्माभिः किं करणीयम्, अनुवृत्तिरूपेण कानिचन पदानि स्वीकरणीयम्. सो अत्रापि उपदेशे अन्तिम हलः इति सूत्रस्य सम्पूर्ण अर्थः. अनन्तरं तत्र हलन्तं सूत्रस्य एकं बाधकसूत्रम् अस्ति, न विभक्तौ तु स्माः इति तृतीयसूत्रम्. न विभक्तौ तु स्माः इति अत्र यः न इति यः पदम् अस्ति, तेन किं भवति, निषेधः भवति. कस्य निषेधः, तुस्माः इति वर्णानां तत्र इत् न करणीयम् इति सूत्रस्य अर्थः. परन्तु कुत्र, विभक्तिप्रत्ययेषु. तो केवलं विभक्तिप्रत्ययेषु एव तुस्माः इत् न भवति इति सूत्रस्य अर्थः. सो न विभक्तौ तुस्माः इति सूत्रस्य कः अर्थः, किमर्थं चेत् पूर्वे वयं दृष्टवन्तः यत् किमपि अन्ते हलवर्णः यस्य कस्यचित् उपदेशस्य अन्ते कोऽपि हलवर्णः अस्ति तस्य इत् करणीयम्. परन्तु साक्षात् अनन्तरं महर्षि वदति न विभक्तौ तुस्माः. तु इति कथनेन तु वदामः चेत् त, थ, द, द, न, त वर्गीय पञ्चवर्णाः तु इति कथनेन. अनन्तरं स, सकारः अपि च मकारः. सो एते पञ्च, षट्, सप्त, एते सप्त वर्णानाम् इति न करणीयं केवलं विभक्तिप्रत्ययेषु. सो विभक्तिप्रत्ययः विहाय कोऽपि अन्यप्रत्ययः अस्ति चेत् तस्मिन् तु तुस्माः इत् भवति यदि सः तुस्माः अन्ते अस्ति. सो हलवर्णस्य इत् कदा भवति, यदि सः हलवर्णः उपदेशस्य अन्ते विधीयते. उपदेशस्य अन्ते कोऽपि हलवर्णः, यत्किमपि हलवर्णः अस्ति तस्य इत् भवति हलन्त्यं सूत्रद्वारा. परन्तु विभक्तिप्रत्ययेषु तुस्माः यद्यपि अन्ते अस्ति तथापि तस्य इत् न भवति. इदानीं प्रश्नः, विभक्ति इत्युक्ते किम्? सो विभक्तिप्रत्ययः वदामः चेत् प्रत्ययानाम् एकं विशिष्टनामम् अस्ति विभक्तिप्रत्ययः. सो महर्षि यत्र यत्र टेक्निकल् वर्ड् आयाति व्याकरणे तस्य विषये पाणिनिमहर्षिणा सूत्रम् अपि दत्तं, तस्य संज्ञा अपि दत्तं. सो विभक्ति इति यः विशिष्टनामकरणम् अस्ति तस्य महर्षिणा कुत्र दत्तं? विभक्तिश्च इति एकं सूत्रमस्ति, प्रथम अध्याये चतुर्थपादे चत्वारि अधिक एकशततम सूत्रमस्ति. विभक्तिश्च तस्मिन् सूत्रे तिप् अपि तिङ् अपि च सुप् इति पदद्वयस्य अनुवृत्तिः. सो सूत्रस्य अर्थः कः? विभक्तिश्च इति सूत्रस्य अर्थः सर्वे सुप् प्रत्ययाः अपि च तिङ् प्रत्ययाः तेषाम् अन्यनामः विभक्तिप्रत्ययाः. सो वयं जानीमः तत्र अष्टादश तिङ् प्रत्ययाः नाम समूहः वर्तते व्याकरणे, अपि च एकविंशति सुप् प्रत्ययाः अपि तत्र भवन्ति व्याकरणे. सो तस्मिन् विभक्तिप्रत्ययेषु यदि कोऽपि अन्ते तवर्गीयव्यञ्जनः सकारः मकारः वर्तते तस्य इत् न भवति. केन सूत्रेण? न विभक्तौ तुस्माः. इदानीं तिप् तिङ् प्रत्ययसमूह पश्यामः चेत् तिप् तस् जी, तिप् तस्, तस् इति यः प्रत्ययः तस्मिन् तकारः अकारः सकारः अन्ते हल्वर्णः अस्ति अस्मिन् प्रत्ययेषु. तस् इति मूलप्रत्ययः मूलप्रत्ययः तस् अस्ति, अन्ते हल्वर्णः अस्ति. हलन्त्यं सूत्रद्वारा यद्यपि तस्य सकारस्य इत् परन्तु हलन्त्यं सूत्रस्य बाधकसूत्रमस्ति, न विभक्तौ तुस्मः. तस् इति प्रत्ययः विभक्तिप्रत्ययः. इदानीं वयं जानीमः विभक्तिश्च इति सूत्रद्वारा तिङ् सर्वे तिङ् समूह विभक्ति तेषाम् अन्यनामः विभक्तिप्रत्ययः. सो तस् इति यः अन्ते सकारः तस्य सकारस्य इत् न करणीयम्. केन सूत्रेण? न विभक्तौ तुस्माः. सो न विभक्तौ तुस्माः इति सूत्रः विभक्तिप्रत्ययेषु सुप् प्रत्ययेषु अपि च तिङ् प्रत्ययेषु तुस्माः इत् न करणीयम् इति वदति. तथैव सु औजस् अम् अम् ओट् शस् अम् इति प्रत्ययः अकारः मकारः, अम् इति प्रत्ययः सुप् प्रत्ययः, सुप् प्रत्ययः विभक्तिप्रत्ययः. अतः न विभक्तौ तुस्माः इति सूत्रद्वारा अम् इति प्रत्ययः अन्ते मकारः वर्तते तस्य इत् न भवति. सो रामम् इति तत्र पदम् अन्ते मकारः श्रूयते तत्र. सो तत्र तुस्माः इति कथनेन सवर्गीयव्यञ्जनः तु नास्ति, सकारः अपि नास्ति, परन्तु मकारः अन्ते वर्तते. मकारः अपि हल्व्यञ्जन हल्वर्णः. सो तस्य इति न भवति. केन सूत्रेण? न विभक्तौ तुस्माः. सो यदा वयं हलन्त्यम् इति सूत्रस्य यत्र यत्र प्रसक्तिः भवति तत्र अस्माभिः किं करणीयं? तत्र पश्यामः प्रत्ययः अस्ति चेत् विभक्तिप्रत्ययः तु नास्ति, विभक्तिप्रत्ययः अस्ति चेत् तस्मिन् तुस्माः इति न करणीयम् इति सर्वदा तत्र पश्यामः. अत्रापि हव् वि रेड् दिस् न विभक्तो तुस्माः इति सूत्रं कम्प्लीट्लि लास्ट् इन् द लास्ट् क्लास्. तत्र कस्य सूत्रपर्यन्तं वयं पठितवन्तः? आदिर् नीटुडुवः इति सूत्रं अस्तु अस्तु अद्य तस्य विषये पठामः. सो न विभक्तौ तुस्माः विषये अस्मिन् करपत्रे तत्र जस् इति प्रत्ययस्य विषये तत्र दत्तं. सु औजस्, सु औजस् इति एकं बहुवचने तत्र जस् इति प्रत्ययः. सो जस् इति प्रत्ययेषु अन्ते जस् इति प्रत्ययः उपदेश इत्युक्ते मूलप्रत्ययः, उपदेशावस्थायां जस् वर्तते, तस्मिन् उपदेशावस्थायाम् अन्ते हल्वर्णः, परन्तु सः हल्वर्णः सकारः. सो जस् इति प्रत्ययः विभक्तिप्रत्ययः अपि अस्ति. सो विभक्तिप्रत्ययेषु तुस्माः इति न भवति इति सर्वदा स्मर्तव्यम्. सो अत्र सकारस्य इति न करणीयम्. सो अत्र आसीत् अलौकिकरूपं, जकारस्य अन्यसूत्रेण तत्र इति भवति. तत् सूत्रम् इदानीं पर्यन्तम् अहं वयं न जानीमः, अतः तत्र सकारस्य इति न भवति. अनन्तरं वयं जानीमः तत्र सकारस्य तत्र ससजो रुः, अनन्तरं खर अवसानविसर्जनीयः इति सूत्रद्वारा तत्र अन्ततो गत्वा सकारस्य विसर्ग आदेशः भवति. सो रामाः अपि च रामः इति सु इति प्रत्ययः अपि तत्र उकारः इति संज्ञकः. सु इति कथनेन सकारः उकारः, तत्र उकारः इति संज्ञकः. किमर्थं चेत् फलं दृष्ट्वा, इत्युक्ते तत्र उकारस्य उपरि चन्द्रबिन्दुः अस्ति. सो उपदेशे अजनुनासिक इति सूत्रद्वारा अनुनासिक अचस्य इति करणीयं. तत्रापि सकारः एव अवशिष्टभागः. सो तत्र रामः इति पदं सकारस्य अन्ततो गत्र तत्र विसर्ग आदेशः, अत्रापि रामाः इति भवति. सो इति न विभक्तौ तुस्माः इति संज्ञक प्रकरणे एकमन्यत् बिन्दुः अस्ति अस्मिन् प्रकरणे. तत् अपि तत्र सर्वदा तत्र स्मर्तव्यं. तत् किं? प्रथमचत्वारि सूत्राणि प्रत्येकस्य उपदेशस्य उपरि कार्यं करोति. इत्युक्ते उपदेशे अजनुनासिक इति सूत्रम् अस्ति. सूत्रं स्वयं सम्पूर्णं, तत्र कस्यचित् पदस्य अनुवृत्तिः आवश्यकं नास्ति. सो केवलम् उपदेश वदामः चेत् धातुषु, प्रत्ययेषु, आदेशेषु, आगमेशेषु. परन्तु तत्र ये अन्तिम त्रीणि सूत्राणि अस्मिन् प्रकरणे सन्ति, तत्र प्रत्ययस्य इति महर्षिणा एकं पदं तत्र उपयोगं कृतम्. सो तेन किं भवति? केवलं प्रत्ययस्य एव तत्र कुत्रचित् उपदेशः दत्तं. प्रत्ययस्य विषये एव चुटु इति सूत्रद्वारा तत्रापि प्रत्ययस्य इति पदस्य अनुवृत्तिः इति अग्रे पश्यामः. परन्तु प्रथमचत्वारि सूत्राणि उपदेशे अजनुनासिक इति हलन्त्यं न विभक्तौ तुस्माः अपि च आदिर्नीटुडुवः, एते चत्वारि सूत्राणि प्रत्येकस्य उपदेशस्य उपरि कार्यं करोति. किमर्थं चेत् अत्र विशिष्टरूपेण न दत्तं, केवलम् उपदेशे इति पदं दत्तं. सो उपदेशे इति पदं पश्यामः चेत् देट् केन् बि अ धातु, उपदेश अवस्थायां यः धातु वर्तते, अथवा उपदेश अवस्थायां यः प्रत्ययः अस्ति, आगमः अथवा आदेशः. केवलम् उपदेशः इति पदं तत्र स्वीकरणीयम्. सो तेन किं भवति? यत् किमपि उपदेशः व्याकरणे, तस्य विषये एतत् चत्वारि सूत्राणि कार्यं करोति. इदानीम् आदिर्नीटुडुः, परन्तु वयम् अत्र जानीमः यद्यपि हलन्त्यं सूत्रं वदति उपदेश अवस्थायां यः अन्तिम हल तस्य इति करणीयम्. सो उपदेश अवस्थायां वदामः चेत् धातुषु, प्रत्ययेषु, आदेशेषु, आगमेशेषु इति तस्य अर्थः उपदेश अवस्थायां. परन्तु निषेधः कस्य विषये? केवलं प्रत्ययस्य विषये. कीदृशप्रत्ययः? सर्वे प्रत्ययविषये नास्ति, केवलं विभक्तिप्रत्यय. किमर्थं चेत् विभक्तौ इति पदं स्वीकुर्मः चेत् तत्र तस्य विशिष्ट अर्थः. सो विभक्ति इति प्रत्ययस्य कः अर्थः? केवलं प्रत्ययस्य विषये एव विभक्ति इति संज्ञा महर्षिणा स्वीकृतं. सो विभक्तिप्रत्ययः वदामः चेत् केवलं सुप्प्रत्ययः अपि च तिङ्प्रत्ययः. सो अस्मिन् समूहे ये प्रत्ययाः विधीयन्ते तेषां विषये एव तुस्माः इति न भवति. सो निषेधकसूत्रं यः अस्ति सः केवलं प्रत्ययस्य विषये उपरि एव कार्यं करोति. सो तथैव आदिर्नीटुडुवः इति सूत्रं तत् पश्यामः. तत्र किं लिखितमस्ति? करपत्रे किं लिखितमस्ति? सो चतुर्थसूत्रम् इति संज्ञाप्रकरणे यः चतुर्थसूत्रं सः अस्ति आदिर्नीटुडुवः. अस्तु इदानीं पाठप्रारम्भं कुर्मः. कः पठितुम् इच्छति? कृपया स्वयम् अग्रे आगच्छतु. अहं पठामि भगिनि. आं पठतु कृपया, किञ्चित् उच्चैः वदतु. आदिर् मिटुडवः प्रथम अध्याये तृतीय पादे पञ्चम सूत्रम्. उपदेशस्य आदौ नी टू डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति. नी टु डु एते निबन्धाः धातुषु एव भवन्ति. अतः इदं सूत्रं वस्तुतः धातूनां कृते. निः च तुः च डुः च तेषाम् इतरेतरद्वन्द्वः निटुडु बहुवचने निटुडवः गुरुशब्दः इव. आदिः प्रथमान्तं, निटुडवः प्रथमान्तम्. क्षम्यतां महोदये, भवत्याः ध्वनिः बहु लघु अस्ति. मम समीपे तु फुल् वाल्यूम् अस्ति, परन्तु बहु ध्वनिः बहु लघु अस्ति. चेतन भगिनी किञ्चित् उच्चैः वदतु. तत्र ध्वनिः बहु न्यूनम् आयाति. इदानीं श्रूयते वा? श्रूयते वा भगिनि? श्रूयते श्रूयते. उपदेशे आदिप्रथमान्तम् आदिः प्रथमान्तं, निटुडवः प्रथमान्तं, द्विपद इवं सूत्रम्. I lost it. Sorry, I was trying to increase the font. आदिः इति इत् इति च बहुत्वे एकवचनम्. अनुवृत्तिसहितसूत्रम्. उपदेशे धातोः आदयः निटुडवः इतः. किञ्चित् वदतु सूत्रस्य विषये. उपदेशावस्थायाम् आदौ नी टु डु अस्ति चेत् तस्य इत्संज्ञा भवति. तदनन्तरं तस्य लोपः अपि भवति. अत्र अत्र आदिः प्रथमाविभक्ति एकवचनं, निटुडवः प्रथमाविभक्ति बहुवचनम् अस्ति. सम्पूर्णसूत्रम्. उपदेशावस्थायां धातोः आदौ नी टु डु अस्ति चेत् तस्य इत् भवति इति. अत्र अत्र उपदेशे इति पदस्य अनुवृत्तिः अपि च इत् इति पदस्य अनुवृत्तिः अपि च धातोः इति पदस्य अनुवृत्तिः भवति. आदिः इति पदं तत्र सूत्रे दत्तम्, अपि च नीटुडवः इति बहुवचने तदपि दत्तम्. सो अत्र नी इति वर्णसमूहस्य इत् इत्युक्ते उपदेशावस्थायां नकारः आदिं वर्णः तत् न पश्यामः, नी इति वर्णसमूह आदौ अस्ति चेत् तस्य आदिर्नीटुडुवः इति सूत्रेण इति भवति. यदि नी सह कोऽपि अन्यस्वरः तत्र अस्ति उपदेश अवस्थायां तस्य तु इति न भवति आदिर्नीटुडुवः इति सूत्रद्वारा. परन्तु ण्यकारस्य सह यदि तत्र आदौ प्रथमवर्णः ण्यकारः अपि च तस्य ण्यकारस्य सह ह्रस्व इकारः अस्ति चेदेव आदिर्नीटुडुवः इति सूत्रद्वारा तस्य इत् भवति. तथैव टु इति वर्णसमूहस्य इत् अत्र एकमेव वर्णस्य इत् न अत्र वर्णसमूहस्य इत् भवति. सो टकारस्य सह ह्रस्व उकारः आदिं वर्णः उपदेश अवस्थायां वर्तते चेत् तस्यापि इत् भवति वर्णसमूहस्य इति करणीयम्. डु इति कथनेन तत्रापि ढकारस्य सह ह्रस्व उकारः अस्ति चेदेव तत्र आदिर्नीटुडुवः इति सूत्रद्वारा तस्य इति करणीयम्. सि वी हेव् वन् मोर् सूत्र इन् दिस् प्रकरण वयर् तत्र ट ठ ड ड न उपदेशस्य आदौ अस्ति चेत् तस्य इति भवति. तथैव च छ ज ज ञ ञ इति कथनेन च वर्गीयव्यञ्जनः. परन्तु तत् सूत्रं चुटु इति सूत्रेण चु इति कथनेन च छ ज ज ञ केवलं चकारस्य ग्रहणं छ छकारस्य ज जकारस्य अनन्तरं महाप्राण ज अपि च ञ ञ इति अनुनासिकवर्णः च वर्गीय अन्तिमवर्णः. सो चुटु इति सूत्रेण तत्र चवर्गीयव्यञ्जनस्य अपि च टवर्गीयव्यञ्जनस्य अपि इति भवति. परन्तु चुटु इति सूत्रं केवलं प्रत्ययस्य उपरि एव कार्यं करोति. इत्युक्ते चुटु इति सूत्रे प्रत्ययस्य इति पदस्य अनुवृत्तिः आवश्यकम्. सो यद्यपि प्रत्ययेषु चुटु इति अन्यसूत्रद्वारा तत्र इति भवति, परन्तु आदिर्नीटुडुवः इति सूत्रं किं वदति? आदिर्नीटुडुवः सूत्रे केवलम् उपदेशे इति पदस्य अनुवृत्तिः. सो उपदेशे तावत् एव वदामः चेत्, केवलम् उपदेशः वदामः चेत्, देट् केन् बी एन् उपदेश अवस्थायां यत् धातुः वर्तते, उपदेश अवस्थायां यत्किमपि प्रत्ययः वर्तते, अपि च उपदेश अवस्थायां यत्किमपि आदेशः महर्षिणा दत्तम् तथैव आदेशः आगमः अपि च आदेशः. सो अस्मिन् सूत्रे वी केनाट् कन्क्लूड् देट् दिस् सूत्रः वर्क्स् ओन्ली फार् धातुः. किमर्थं चेत् सूत्रं पश्यामः चेत् अत्र केवलम् उपदेशे इति पदं दत्तं, कोऽपि प्रत्ययस्य विषये विशिष्टरूपेण न दत्तं, धातुविषये न दत्तं. परन्तु वयं जानीमः एतत् सूत्रं पश्यामः चेत् एतत् सूत्रं वदति कस्यचित् उपदेशस्य आदौ प्रथमे तत्र नी इति वर्णसमूहः वर्तते, टु इति वर्णसमूहः वर्तते. टु इति एकं वर्णसमूहः अस्ति, टकारः उकारः. तथैव डु इति एकं वर्णसमूहः. अस्मिन् सूत्रे एकं वर्णस्य इति न, अत्र वर्णसमूहस्य इति भवति इति सूत्रं वदति. सो कस्यचित् उपदेशस्य प्रथमे आदौ तत्र नी इति वर्णसमूहः अस्ति, अथवा टु इति वर्णसमूहः, अथवा डु इति वर्णसमूहः अस्ति चेत् तस्य वर्णसमूहस्य एकत्र इत् करणीयम् इति सूत्रस्य अर्थः. सो नी इति सम्पूर्णवर्णसमूहस्य इति भवति अनेन सूत्रेण. सो तस्य वर्णसमूहः किमर्थं वर्ण एव खलु, नी इति एकमेव वर्णः खलु, नी टु एकमेव वर्णः खलु, नी इति व्यञ्जनः तस्य सह इकारः अपि अस्ति. सो वर्णसमूहः तथैव टु इति वर्णसमूहः अस्ति, वर्णः नास्ति. केवल न इति अस्ति चेत् न करणीयम्, नी एव भवेत्. सत्यं सत्यं, केवलं ञकारस्य सह ह्रस्व इकारः अस्ति चेदेव करणीयं, कोऽपि अन्यस्वरः अस्ति तत्र इति न करणीयम्। यदि तत्र कोऽपि ञकारस्य सह दीर्घ इकारः नी इति अस्ति तस्य तु आदिर्नीटुडुवा इति सूत्रद्वारा इति न भवति। ञकारस्य सह केवलं ह्रस्व इकारः अस्ति चेदेव इति, तथैव टकारस्य सह ह्रस्व उकारः अस्ति चेदेव इति नामकरणं, तथैव डू इति वर्णसमूहस्य। सो अस्मिन् सूत्रे वर्णसमूहस्य इति भवति, न तु कस्यचित् वर्णस्य इति। अत्र वर्णसमूहस्य एकत्र इति करणीयम् इति सूत्रस्य अर्थः। सो अत्र निबन्धः कः? नी इति वर्णसमूह इति निबन्धः, टु इति वर्णसमूहनिबन्धः। तत् कुत्र अस्ति? आदौ अस्ति। इत्युक्ते यत्र कुत्रापि नी इति वर्णसमूहः वर्तते तस्य तु इति न भवति, आदौ अस्ति चेदेव इति करणीयम्। आदौ नास्ति कुत्र अपि अन्ते अस्ति मध्ये अस्ति तस्य इति न करणीयम्। किमर्थं चेत् अत्र आदिः इति पदस्य अनुवृत्तिः, अपि च अत्र एकं विशिष्टम् अनुवृत्तिः अपि दत्तं धातोः। सो धातोः इति कथनेन अत्र किं दिस् इट् बिकम्स् स्पेसिफिक् देट् दिस् सूत्रः विल् वर्क् ओन्ली फार् धातोः। किमर्थं चेत् प्रथम अध्याये तृतीयपादे प्रथमसूत्रम् अस्ति भूवादयः धातवः। सो तं सूत्रं तत्सूत्रात् धातोः इति पदस्य अनुवृत्तिः। सो अस्मिन् सूत्रे उपदेशे धातोः आदयः नीटुडुवः इतः इति सम्पूर्ण अनुवृत्तिसहितसूत्रं पश्यामः चेत् एतत् सर्वं स्पष्टं भवति। इत्युक्ते धातोः उपदेशावस्थायां धातोः आदिं वर्णः आदिं वर्णसमूह नी वर्तते, टु वर्तते, डु वर्तते चेत् अस्ति इति भवति। किमर्थं चेत् वेन् वि सीस् सर्वे ये उपदेशाः सर्वे प्रत्ययाः तत्र व्याकरणे, अपि च आगमः अपि च आदेशः, तत्र कुत्रापि मूलरूपेषु प्रत्ययेषु नी इति वर्णसमूह आदौ न वर्तते। We cannot find any kind of pratyaha in Vyakaran Shastra where we can find ni iti varna samuha as a first varna samuha. Tathaiva tu iti varna samuha first varna samuha, adav, as a first vyanjan. Du iti varna samuha adav asti. So, because there is no such pratyaha, yasmin adav ni tu athva du vartate, tathaiva तत्र कोऽपि एतादृशः आदेशः अथवा आगमः न अस्ति व्याकरणे यस्य आदिं वर्णः नी वर्णसमूह, टु इति वर्णसमूह, डु इति वर्णसमूह, तत्र कोऽपि एतादृशः आदेशः अपि च आगमः न वर्तते। सो अतः अस्माकं निर्णयः एव अस्ति आदिर्नीटुडुवः इति सूत्रं केवलं धातु उपरि एव कार्यं करोति। किमर्थं चेत् धातौ एव आदिं तत्र नी इति वर्णसमूह लभ्यते, टु इति वर्णसमूह लभ्यते, डु इति वर्णसमूह लभ्यते। अतः तत्र पूर्वे वैयाकरणः किं कृतम्? अत्र ब्रह्मः मा भवेत् तस्य विषये एव धातोः इति पदस्य अत्र किम् अनुवृत्तिः कृतम्। सो उपदेशे धातोः आदयः नीटुडुवः इतः इति अत्र लिखितमस्ति। सो धातोः आदिं वर्णः नी इति वर्णसमूहः अस्ति, टु इति वर्णसमूहः अस्ति, डु इति वर्णसमूहः अस्ति चेदेव तत्र अनेन सूत्रेण इत्युक्ते पञ्चमसूत्रेण तत्र तेषां वर्णसमूहस्य इति भवति इति सूत्रस्य अर्थः। सो अत्र दृश्यतु सूत्रे आदिः इति प्रथमान्तम् एकवचनपदं दत्तम्, परन्तु नीटुडुवः वदामः चेत् अत्र लिखितमस्ति गुरुशब्द इव भवति। अत्र नी टु डु इति कथनेन, डु इति कथनेन अत्र उकारान्त् शब्दः वर्तते। सः सो बहुवचने तत्र किं भवति नीटुड् वः इति भवति गुरुवः इति तत्र भवति सो अत्र सूत्रे नीटुडुवः इति बहुवचने दत्तं परन्तु आदिः इति एकवचने दत्तम् परन्तु अनुवृत्तिसूत्रं पश्यामः चेत् अत्र किं कृतम् आदयः किमर्थं चेत् नीटुडुवः तस्य अत्र विशेषणविशेषभावः वर्तते सो तत्र वयं जानीमः यत्र यत्र विशेषणविशेषः भावः वर्तते तत्र वचनमपि समानं भवेत् तस्य सम्यक्तया अर्थं वयम् अवगन्तुं शक्यते अतः अत्र अनुवृत्तिसूत्रं पश्यामः चेत् तत्र आदिः इति पदं न दत्तम् आदयः इति पदं दत्तं सो किमर्थम् आदयः किमर्थं चेत् नीटुडुवः इति बहुवचने अस्ति अतः आदयः इति अपि बहुवचने आदयः कः आदयः नीटुडुवः इति वर्णसमूह आदयः अस्ति चेत् कस्य आदयः धातुः उपदेशावस्थायां नीटुडुवः आदयः अस्ति चेत् तेषाम् अनुबन्धानां वर्णसमूहानां तत्र किं करणीयम् इति नामकरणं करणीयम् इतः अपि बहुवचने दत्तं सो इति न दत्तम् इतः इति दत्तं पदम् सो आदिर्नीटुडुवः इति सूत्रं वस्तुतः अत्र लिखितमस्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते एव किमर्थं चेत् तत्र वस्तुतः इति कथनेन तस्य कः अर्थः बिकास् अत्र केवलम् उपदेशे इति पदं स्वीकुर्मः चेत् उपदेशे वदामः चेत् देट् केन् बि एन् उपदेशे प्रत्ययः अपि वर्तते उपदेशे आगमः अपि वर्तते आदेशः अपि वर्तते परन्तु ये तत्र वयं जानीमः तत्र कोऽपि प्रत्ययः तादृशप्रत्ययः नास्ति यस्य आदौ नी अथवा टु अथवा डु इति वर्णसमूहः वर्तते अतः वस्तुतः धातूनां कृते एव एतत् सूत्रम् अतः अत्र धातोः इति पदस्य अनुवृत्ति अपि बहूनि वैयाकरणाः ते स्वीकुर्वन्तः सो अत्र यद्यपि केवलं सूत्रे उपदेशे इति पदं दत्तं परन्तु वस्तुतः एतत् सूत्रं धातूनां कृते एव सो धातुषु मूलरूपेषु नि इति वर्णसमूहः आदौ अस्ति अथवा टु इति वर्णसमूहः आदौ अस्ति तथैव डु इति वर्णसमूहः आदौ अस्ति चेत् तस्य वर्णसमूहस्य एकत्र इत् करणीयम् इति सूत्रस्य अर्थः अत्र उदाहरणमपि दत्तम् अस्तु कः पठितुम् इच्छति उदाहरणं कोऽपि भ्रमः अस्ति चेत् पृच्छतु निबन्धाः इत्युक्ते किम् निबन्धः अनुबन्धाः निबन्धाः अनुबन्धवर्णाः एते निबन्धाः इत्युक्ते एते सर्वे अनुबन्धवर्णाः अनुबन्धवर्णः वदामः चेत् यः यः वर्णः अपगच्छति तदेव निबन्धाः इत्युक्ते ते सीमारेखा करोति निबन्धाः दीस् वर्णः वस्तुतः अन्ततो गत्वा ते अपगच्छन्ति अतः ते निबन्धाः प्रक्रियायां तेषाम् उपयोगः न भवति तेषाम् अन्यप्रयोजनं वर्तते निबन्धानां प्रयोजनं वर्तते किमर्थं पाणिनिमहर्षि तत्र निबन्धाः तत्र दत्तं वै हेस् ही गिवन् दीस् टैप् आफ् वर्णसमूह यस्य प्रक्रियायां कोऽपि उपयोगः न वर्तते वयं जानीमः एते वर्णसमूहानाम् अन्ततो गत्वा किं भवति लोपः भवति सो प्रक्रियायाम् एते वर्णसमूहः न तिष्ठन्ति सो वै हि हेस् गिवन् दीस् तत्र प्रश्नः मनसि आयाति किमर्थम् अनुबन्धाः पाणिनिमहर्षिणा दत्तं परन्तु वयं जानीमः अग्रे गत्वा एतत् सर्वम् आयास्यति तत्र अनुबन्धानाम् अपि प्रयोजनम् अस्ति व्याकरणे सो यद्यपि तत्र अनुनासिक स्वरस्य इत् भवति तस्य प्रयोजनं वर्तते देर् इस् दिस् रिक्वैर्मेण्ट् फार् अनुबन्धानां ही हेज़् मेड् such type of niyamah in this vyakaran where anubandhanam api tatra kim bhavati prayojanam asti tatra tatheva nibandhah yadyapi apagacchanti prakriyayam te varnah na tishtanti tathapi tesham prayojanam vartate so agre etat sarvam vayam pathamah astu इदानीं उदाहरणं कः पठितुमिच्छति कः अथवा का पठितुमिच्छति कृपया स्वयम् अग्रे आगच्छतु मञ्जरी भगिनी अस्ति वा आम् आचार्य अत्र पठतु प्रथमाध्याये तृतीयपादे पञ्चमसूत्रम् इत्यतेन टु इति वर्णसमूहस्य इत् संज्ञा तदा तस्य लोपः इत्यतेन लोपः नदी उपदेशे जनुनासिक इत् प्रथमाध्याये तृतीयपादे द्वितीयसूत्रम् इत्यतेन ईकारस्य इत् संज्ञा नद् इति भवति नन्द इति लौकिकधातुः अत्र नुमागमः भवति इति अग्रे पठिष्यामः अत्र उदाहरणमस्ति नदी उपदेशावस्थायां नदी इति अस्ति तत्र नदी न अस्ति उपदेशावस्थायाम् उपदेशावस्थायां टु नदी टु इति वर्णसमूहः अपि वर्तते आदौ टु नदी हा हा हा टु हा टु नदी इति उपदेशावस्थायाम् अत्र टु इति वर्णसमूहस्य इत्संज्ञा आदिर्ये टुडवः इति सूत्रेण इत्संज्ञा भवति तस्य लोपः इति सूत्रेण लोपः भवति अनन्तरं टुदनि इति तस्य नदी इति भवति अनन्तरं ये ईकारस्य इत्संज्ञा उपदेशे जनुनासिक इति सूत्रेण भवति तत्र नदी नद् भवति अनन्तरं नद नन्द भवति न न नकारस्य तत्र नुमागमः भवति तथा नन्द इति लौकिकधातुः मन्दं श्रूयते भगिनि मन्दं श्रूयते किञ्चित् उच्चैः वदतु अस्तु भगिनि सुनदी इति एकं धातुः धातुपाठे एकं धातुः अस्ति तुनदि सो अत्र तुनदि इति पश्यामः चेत् औपदेशिकधातुः पश्यामः चेत् औपदेशिकधातुः वदामः चेत् तस्य कः अर्थः भगिनि औपदेशिकधातुः जानाति वा ध्वनिः श्रूयते वा कोऽपि अन्य जानाति कोऽपि अन्य धातुः पाणिनिया न कृतवान् हा हा हा पुनः वदतु उपदेशधातुः पाणिनिया सूचितधातुः औपदेशिकः पाणिन्या न सूचितधातुः औपदेशिकधातु वदामः चेत् सि वी हेव् अ पाणिनि धातुपाठः तस्मिन् धातुपाठे द्विसहस्र उपद्विसहस्र एप्राक्सिमेट्लि 2000 धातुः उपद्विसहस्र वदामः चेत् एप्राक्सिमेट्लि 2000 एक्साक्ट्लि 2000 नास्ति सो पाणिनिधातुपाठे उपद्विसहस्र धातवः तत्र सन्ति पाणिनिमहर्षिणा तेषाम् आवली दत्तं तत्र क्रमः वर्तते सो ते धातवः पाणिनिधातुपाठः ये धातुपाठे ये उपद्विसहस्रधातवः तत्र सन्ति तेष्टे एव औपदेशिकधातुः इदानीम् औपदेशिकधातुः वदामः चेत् तत्र एकम् अन्यत् तत्र पदमायाति आतिदेशिकधातुः सो आतिदेशिकधातुः वदामः चेत् तस्य कः अर्थः औपदेशिकधातु आतिदेशिक आतिदेशिकधातु पाणिनिना धातुपाठे न सन्ति आम् सो ते कुत्र लभ्यते के धातुवः आतिदेशिक धातु इति वदामः चुरादिगणे भवति न न चुरादिगणे ये धातवः ते सर्वे पाणिनि औपदेशिक धातुवः चुरादिगणे ये धातवः ते अपि पाणिनि धातु औपदेशिक धातुवः भगिनि परन्तु वयं जानीमः तत्र अन्येषु गणेषु ये धातु वर्तते वी केन् मेक् अस्माभिः निर्मितं धातुः इति आतिदेशिक धातुः we can also make a dhatuhu kimartham che tatra sanadyantah dhatuvah ekam anyat sutram asti na kevalam bhuadayah dhatuvah parantu vyakrane sanadyantah dhatuvah api asti ekam anyat sutram so bhuadayah dhatuvah iti sutram pashyamah che panini dhatu pathe bhu va iti ye sarve dhisahastra dhatuvah dattam tesham नामकरणं धातुः इति अनेन सूत्रेण भवति परन्तु एकम् अन्यत् सूत्रम् अस्ति सन्नाद्यन्तः धातुवः सो यस्य औपदेशिकधातुतः सन् प्रत्ययः द्वादश सन् प्रत्ययः योजयामः चेत् तेन योजनेन यदा वयं प्रत्ययः योजयामः तत्र यः वर्णसमूहः निष्पद्यते तस्यापि धातुसंज्ञा अनेन सूत्रेण केन सूत्रेण सन्नाद्यन्तः धातुवः यस्य अन्ते सन् आदि द्वादश प्रत्ययः विधीयन्ते तस्य अपि धातु इति संज्ञा परन्तु ते धातुवः औपदेशिकधातुः नास्ति ते अस्माभिः निर्मितं विश् टु मेक् ए सन्नादि धातुवः सो वी टेक् एन् औपदेशिक धातु फ्राम् द धातु पाठ धातुपाठः एण्ड् वी एड् ए सनादि कोऽपि सनादि प्रत्ययः यथा निश्चिते एकं सनादि प्रत्ययः अस्ति सो इफ् वी एड् टु द औपदेशिक धातु कोऽपि सनादि प्रत्ययः तत्र यः पाठी इति यः पदं निष्पद्यते तस्य अपि धातु इति संज्ञा भवति सो तत् आतिदेशिक धातुः वी केनाट् काल् देट् धातु एज् औपदेशिक धातुः सो तस्य अन्य नाम अस्ति आतिदेशिक धातुः सो अस्माभिः निर्मितं धातुः आतिदेशिक धातुः परन्तु औपदेशिक धातु वदामः चेत् पाणिनि धातुपाठे ये धातवः सन्ति ते एव औपदेशिक धातुः सो टुन् नदी इति औपदेशिक धातुः धातुपाठे एतत् धातुः वर्तते पाणिनि धातुपाठे सो टुनदी इति औपदेशिकधातुतः एव एत् संज्ञा करणीयम् इत्यपि तत्र स्मर्तव्यम् औपदेश अवस्थायां यः धातुः लभ्यते तस्य एव आदिर्नीटुडुः यदि टु इति वर्णसमूह आदौ अस्ति चेत् तस्य इत् आतिदेशिक धातुतः इति संज्ञा न करणीयम् अस्तु सर्वैः अवगतं वा सो औपदेशिक धातुतः एव आदिर्नीटुडुवः इत् भवति इति सूत्रस्य अर्थः सट्टुनदी इति औपदेशिक धातुः पाणिनि धातु पाठे एतत् धातुः दत्तं सो अत्रापि सिन्स् इट् इस् अन् औपदेशिक धातुः अथ उपदेश अवस्थायां टु इति वर्णसमूहस्य आदिर्नीटुडुवः इति सूत्रद्वारा तस्य इत् भवति जानीमः उपदेशकधातु कः औपदेशकधातु कः वा इति we have a panini dhatu pathah na tatra dvisahasra dhatuvah dattam we have to remember the dhatu pathah also but we remember 2000 dhatus na but whichever is the prasiddha dhatuvah see if we keep on reading we can increase our knowledge isn't it so instantly we cannot remember 2000 dhatuh yada vayam yasya dhatuh upyogam kurmah chet we have to remember that simultaneously we have to remind ourselves that this is an upadeshik dhatu. That way we can remember. otherwise it is difficult to remember 2000 dhatus. That is satyam. Vadatu bhagini. यत्र आदेशकधातोः आगच्छन्ति तत्र एतत् सप्तसूत्राणि उपयोगं कर्तुं शक्यते खलु उपदेशे अननासिक हलन्त्यं सर्वे आगच्छति सत्यं सो तत्र यः इत् संज्ञा प्रकरणम् अस्ति वर्णानां यः इत् संज्ञा सः प्रथम तत् कार्यं प्रथमसोपाने एव करणीयम् सो तत्र उपदेशिकधातुतः अथवा उपदेशिकप्रत्ययेषु एतत् सर्वाणि सूत्राणि कार्यं करोति उपदेशावस्थायां वै दिस् प्रश्नः अरैसिस् इस् देट् वेन् वी आर् मेकिङ्ग् सपोज् वी आर् मेकिङ्ग् एन् सनादि धातुः वी आर् एडिङ्ग् ए सन् प्रत्ययः टु अ धातुः so when we take a dhatu we have to add that to the upadeshik dhatu eva na we have to take from panini dhatu pathah sam dhatuh and when we take a dhatu for the prakriya that time only we have to apply this it sankhya prakaranam because laukik rupeshu eva vayam pratyah yojyamah na tu upadeshik dhatu tah so we have to apply this it sankhya at the first place as the first step pratham sopane ev it sankhya karnyam yada vayam kopi prakriya arambham kurmah chet pratham sopane ev upadeshik dhatutah athva upadeshik pratyatah tatra kim karnyam it sankhya iti karnyam that is why we are reading this lesson as the first lesson adi it sankhya prakaranam किमर्थं चेत् प्रथमसोपाने एव एतत् कार्यं करणीयम् धन्यवादः कोऽपि अन्यप्रश्नः अस्ति वा चेतन भगिनी प्रश्नः अस्ति वा भगिनि टु समटैम्स् वि यूस् इट् फोर् टर्टर् डडण आल्सो अत्र अत्र भ्रमः जायते टु इति कथनेन टठ डडन वा केवलं टु इति वर्णसमूह किमर्थं चेत् सि इफ् इट् इस् इफ् इट् वुड् हेव् बीन् टठ डडन आदिर्नि टु इति कथनेन वयं तत्र प्रायशः किं कुर्मः कु चु टु पश्यामः चेत् प्रायशः तत्र किं मनसि आयाति टठ डडन इति वर्णसमूहस्य ग्रहणम् परन्तु अत्र कथं जानीमः टु इति टठ डड नास्ति केवलं टु इति वर्णसमूहः अस्ति कथं जानीमः बिकास् तत्र डु अपि वर्तते इफ् इट् वुड् हेव् बिन् टठ डड न वट् वास् द नीड् फार् सेयिङ्ग् ड बिकास् दट् ड वास् आलरेडि इन्क्लूडेड् इन् टु अतः अत्र टठ डड नास्ति अत्र टु इति वर्णसमूहः तथैव डु इति वर्णसमूहः डकारः उकारः अस्तु भगिनि अन्यथा तत्र डु इति कथनस्य कोऽपि आवश्यकता एव नास्ति आसीत् किमर्थं चेत् तत्र टु मध्ये तु ड अपि आयाति ट ठ ड अत्र भिन्नरूपेण दत्तम् अतः अत्र किञ्चित् अधिकं चिन्तनं करणीयं किमर्थं टु भिन्नं सो अत्र वर्णसमूहानाम् इति संज्ञा न तु वर्णानाम् इति अस्तु अस्तु अपि अस्तु तदर्थं अपि डापि इति सत्यं सत्यम् अतः अत्र टु इति कथनेन टठ डड न इति तस्य ग्रहणं न टु इति वर्णसमूहस्य ग्रहणम् अस्तु इदानीम् अत्र वयं दृष्टवन्तः प्रथमे तु टु इति वर्णसमूहस्य आदिर्नि इटुडुः इति सूत्रद्वारा अनन्तरं तस्य लोपः अपि भवति द्वितीयसोपाने तत्र किम् अवशिष्यते नदीम् इति अवशिष्यते अत्र अन्ते रस्व इकारः सः रस्व इकारः अनुनासिक अस्ति अतः स्वरः यत्किमपि स्वरः उपदेशावस्थायाम् अनुनासिक अस्ति तस्यापि इत् करणीयम् इति सूत्रस्य उपदेशे अजनुनासिक इति सूत्रस्य अर्थः सो अत्र रस्व इकारस्यापि इत् सो न केवलं टु इति निबन्धाः अस्मिन् धातौ अत्र इकारः अपि एकम् अन्यत् निबन्धः अनुबन्धवर्णः सो अत्र इत्यनेन इत्यनेन सूत्रेण किं भवति इकारस्य इत् किमर्थं चेत् इकारः अनुनासिक सो नद् इति लौकिकरूपं परन्तु अत्र लौकिकरूपं पश्यामः चेत् नद् नास्ति नन्द अस्ति अत्र नकारस्य आगमः भवति किमर्थम् आगमः वयं जानीमः एतत् अग्रे आयास्यति एतत् सर्वं सूत्रसहित आयास्यति परन्तु प्रायशः तत्र किं चिन्तनं धातोः यस्मिन् यस्मिन् धातोः रस्व इकारः इति संज्ञकः तस्मिन् तस्मिन् धातोः नकारस्य तत्र किं भवति आगमः भवति एकं नूतनवर्णस्य तत्र आगमः भवति तत् नूतनवर्णः कः नकारः सो अत्र नुमागमः भवति नुम् इति आगमः भवति कस्मिन् धातुः यस्मिन् यस्मिन् धातुः वटवर् धातुः यस्मिन् यस्मिन् धातुः रस्व इकारस्य न तु दीर्घ इकारस्य यस्मिन् यस्मिन् धातोः रस्व इकारस्य इत् भवति सि दिस् इस् देन् प्रयोजन् फार् रस्व इकारस्य इत् संज्ञा सो यस्मिन् यस्मिन् धातुः दिस् इस् नीड् फार् रस्व इकारः यस्मिन् यस्मिन् धातुः रस्व इकारस्य इत् तस्मिन् तस्मिन् धातुः एकम् अन्यत् कार्यम् अपि भवति तत्र लौकिकरूपेषु नुमागमः अपि भवति सो अत्र नुमिति आगमः मित् अस्ति अतः अन्तिम स्वर अनन्तरम् आयाति नदीति यः नदीति लौकिकरूपं पश्यामः चेत् अस्मिन् रूपेषु एकम् एव स्वरः वर्तते सः अस्ति नकार उत्तरवर्ति अकारः सो नुमागमः कुत्र भवति अन्तिम स्वरस्य परे भवति सो न नकारः अकारः अनन्तरं नुम् इति आगमः सो अन्ते दकारः सो नन्द् इति लौकिकरूपं वयम् एतत् मित् आगमस्य विषये पूर्वस्मिन् वर्गे अपि पठितवन्तः तत्र कस्मिन् गणे अस्ति मित् इति आगमः रुधादिगणः हा रुदादिगणः श्नम् इति प्रत्ययः श्नम् इति प्रत्ययः तत्र मकारः इति संज्ञकः श्नम् इति प्रत्ययः धातुः अपि च तिङ्प्रत्यये मध्ये न आयाति धातुः यः अन्तिमस्वरः तस्य अनन्तरम् एव आयाति सो एतत् सर्वं वयं पूर्वे पठितवन्तः तत्र त्रिप्रकारकः आगमः व्याकरणे भवन्ति there are only three types of agamah in vyakaran shastra one is kit agamah one is tit agamah one is mit agamah so atra mit agamah asti numite agamah mit agamah see numite ekam agamah asti ante atra halantyam sutra dwara makarasi it उकारस्य आज उपदेशे आजनुनासिक इति सूत्रद्वारा इति सो न एव अवशिष्यते सो अतः न इति कुत्र आयाति नकार उत्तरवर्ति यः अन्तिम अचः एकम् एव अचः अत्र अस्ति अन्तिम अच् परे एव मित् इति आगमः भवति मित् इति कथनेन यस्मिन् मकारः इति सः मित् एकम् अन्यत् सो अनुबन्ध वट् इस् द अनुबन्धवर्णद्वारा एकम् अन्यत् कार्यं भवति प्रत्ययस्य नामकरणमपि भवति यथा श इति प्रत्ययः श इति प्रत्ययस्य अन्यनामः शित् अस्ति यस्मिन् शकारः इत् सः शित् यस्मिन् मकारः इत् सः मित् नुम् इति मित् अस्ति एकम् अन्यत् नामम् अस्ति. सो अत्र मित् अस्ति, अतः अन्तिम स्वर् परे मिदचो अन्त्यात् परः इति सूत्रद्वारा अन्तिमम् अच् परे एव नकारस्य आगमः. सो नन्द् इति लौकिकरूपम्. सो यस्मिन् यस्मिन् धातुः ह्रस्व इकारः इति संज्ञकः तस्मिन् तस्मिन् धातुः एकम् अन्यत् तत्र उपदेशः अपि भवति, तत्र नुम् इति आगमः भवति. यत्किमपि धातुः पाणिनिधातुपाठे धातुः सन्ति यस्मिन् ह्रस्व इकारः इति संज्ञकः तस्मिन् तस्मिन् धातुः नुमागमः अपि भवति. सो नन्द् इति लौकिकरूपम् अस्तु. इदानीं क्षमतां क्षमतां, कित् मित् अपि च आगमः, कित् मित् एवं यस्मिन् टकारः इत् सः टिति, यस्मिन् ककारः इत् सः कित्, ककारः इत् यस्य सः कित्, क इत्, ट इत्, म इत्, मित् कित्, कित्, टित्, मित्. अस्तु, अस्मिन् प्रकरणे न केवलं सप्तसूत्राणि परन्तु एकं वार्तिकम् अपि वर्तते. सो तत् वार्तिकम् अपि पठनीयं. किमर्थं चेत् वयं जानीमः तत्र व्याकरणे त्रिमुनिवन्दना भवति. इत्युक्ते न केवलं यत् पाणिनिमहर्षिणा उक्तं तदेव उपदेशं, परन्तु यत् वररुचिमहर्षिणा उक्तं तदपि उपदेशम्, पतञ्जलिमहर्षिणा यत् उक्तं तदपि उपदेशम्. सो त्रिमुनिवन्दना तत्र भवति. सो इत्संज्ञाप्रकरणे न केवलं सप्तसूत्राणि तत्र पठनीयम्, एकं वार्तिकम् अपि आवश्यकम्. वार्तिकं केन दत्तं, वार्तिकारः कः अस्ति, वार्तिकारः वररुचिमहर्षि कात्यायनमहर्षि, तस्य अन्यनाम अस्ति कात्यायनमहर्षि. सो वि डु द त्रिमुनि वन्दन, न केवलं पाणिनिमहर्षि पतञ्जलिमहर्षि परन्तु वररुचि कात्यायनमहर्षि. सो यत्किमपि वार्तिकं व्याकरणे वर्तते तस्य तत्र अधिकारः वर्तते. इट् हेज़् द सेम् स्टाण्डिङ्ग् वट् एवर् हेज् पाणिनि वट् एवर् पाणिनिमहर्षि सूत्रद्वारा वदति, वार्तिकारः सेड् वेदर् देर् इस् एनी देट् एक्स्ट्रा रिक्वैर्मेण्ट् देट् हेज़् बिन् सेड् बै द वार्तिकारः. अनन्तरं तस्य अनन्तरं भाष्यकारः, हु इस् द भाष्यकारः, पतञ्जलिमहर्षि इस् द भाष्यकारः, हि हेज् गिवन् द परिभाषा, हि हेज़् रिटन् ए भाष्य आन् दिस् अष्टाध्यायी इति ग्रन्थः. तथैव वार्तिकारः हेज् रिटन् वार्तिकां, वार्तिका वि काल् हिम् वार्तिकारः. सो इर् इत् संज्ञावाच्य इस् अ वार्तिकम्. सो न केवलं सप्तसूत्राणि आवश्यकं, तत्र एकं वार्तिकम् अपि तत्र पठनीयम्. अस्तु अस्तु, कः पठितुमिच्छति? गायत्री भगिनी अस्ति वा, कः वदति? अहं पठामि मञ्जरी. एकनिमिष, हेव् यु रेड् बिफोर्? जस्ट् नौ ऐ रेड् न. अस्तु अस्तु, इदानीं कोऽपि अन्यत् कोऽपि वक्तुम् इच्छति वा? गिरिजा भगिनी, नो चेत् उषा भगिनी. पठतु इतत् वाच्यं, पठतु इत्संज्ञा वाच्या एक इज् इत्संज्ञा वाच्या नोट् नेति इति सूत्रस्य अन्तर्गतम् एकं वार्तिकं धातोः इर् इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति. छिदिर् इत्यादिषु धातुषु इरः इरः इत्संज्ञा भवति. भिदिर् भिद् छिदिर् छिद् तुषिर् दृशिर् दृश् निजिर् निज् युजिर् युज् ईशुचिर् शुच् धेयम् इत् इकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया. कः अर्थः? कुत्र कुत्र इर् अनुनासिक ई अनुनासिक शब्दसमुदायस्य इत्संज्ञा भवति. यदा इरः इत्संज्ञा भवति, भिदिर् कुत्र कुत्र अनुनासिक आगच्छति, अनुनासिक लोप अनन्तरं भिद् भवति, छिदिर् अनुनासिकलोपानन्तरं छिद् भवति, दृशिर् दृश्, निजिर् निच्, युजिर् युज्, ईशुचिर् शुच् भवन्ति. सो इकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया. अवगतं वा? एतत् न अवगतं भगिनि. धेयम् इत् इकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया इति न अवगतं भगिनि. चिन्ता मास्तु. अत्र सि ईशुचिर् केन सूत्रेण गच्छति? ई शुचिर् मध्ये ई केन सूत्रेण गच्छति वदतु. ई शुचिर् अस्ति खलु, ई शुचिर् शुच् भवति. इकारः स्वरः, इकारः स्वरः, परन्तु तत्र अनुनासिका नास्ति खलु, अनुनासिका नास्ति खलु भगिनि. फलं दृष्ट्वा वक्तुं शक्यते न? इकारः अत्र फलं दृष्ट्वा तत्र उपरि दत्तम् अस्ति न? धातुपाठे अनुनासिकचिह्नं न दत्तं, फलं दृष्ट्वा वयम् अनुमानं कर्तुम् ऊहां कर्तुं शक्यते. फलं दृष्ट्वा अनुमानं कर्तुं शक्यते, तत्र न दत्तं खलु, तदर्थम् अहं पृष्टवती. तदर्थं तत्र किं मनसि आयाति? ओ देट् इस् वै इट् इस् गिवन् इन् द फस्ट् प्लेस् ओन्लि. कुत्रचित् चिह्नं न दत्तम्, ई उपरि अत्रापि अनुनासिकचिह्नं न दत्तं, परन्तु फलं दृष्ट्वा वयम् अनुमानं कर्तुं शक्यते. ई इति स्वरस्य केन सूत्रेण इत् न ई इति स्वरस्य इत्संज्ञा केन सूत्रेण भवति? उपदेशे अनुनासिकः इति. आम्, सो अत्र ई इति स्वरस्य इत्संज्ञा केन सूत्रेण? उपदेशे अजनुनासिक इति. तत्र अनन्त तत्र छिन्न अनुस्वार नास्ति खलु, तदर्थम्. आम्, देट् इस् वै इट् इस् गिवन् न. इफ् यु सी द मूलधातुपाठ, तत्र कुत्रापि तत्र शुचिर उपरि अपि अनुनासिकचिह्नं न दत्तं. दिस् इस् एन् एक्साम्पल् वित् रेस्पेक्ट् टु इर्, देट् इस् वै अनुनासिकचिह्नम् अत्र दत्तं. सो कुत्रचित् धातुपाठे तत्र अनुनासिकचिह्नं न लभ्यते, सो फलं दृष्ट्वा वयं ज्ञातुं शक्यते. देट् इस् वै वी आर् सेयिङ्ग् वारं वारं न, तत्र पूर्वे एकं सम्पूर्णस्वरविज्ञानम् आसीत्. When they used to do the ucharanam, that only we used to come to know which swaraha is anunasik and which is niranunasik. Idanim tat swarvigyanam na labhyate, ataha vayam, we have to, we need this anunasik chinnam. Anyatha vayam na jani maha, tatra swaraha anunasikva, niranunasikva. So, atra वी हेव् अ स्वराङ्गि धातुपाठः तत्र इ उपरि अपि चन्द्रबिन्दुः दत्तं परन्तु अत्र अस्मिन् करपत्रे इ यद्यपि अत्र चन्द्रबिन्दुः न दत्तं वयं जानीमः स्वरस्य संज्ञा उपदेशे अजनुनासिकी सूत्रद्वारा भवति सो फलं दृष्ट्वा वयम् ऊहं कर्तुं शक्यते इ इति अनुनासिक अस्ति अतः प्रक्रियायां तत् अपगच्छति तस्य इति भवति अनन्तरं लोपः अपि भवति अस्तु भगिनि सो इर् इति संज्ञा वाच्यः एकं वार्तिकम् अस्ति तत्र अत्र लिखितमस्ति नेटि सूत्रस्य अन्तर्गतं तत् आवश्यकं नास्ति तत् त्यजतु सो इर् इति संज्ञा वाच्य यः वार्तिकम् अस्ति तत् वार्तिकं तस्य अर्थः कः किं वदति एतत् वार्तिकं वदति धातोः केवलं धातोः धातोः इर् इति वर्णसमूहः एकत्र लभ्यते चेत् तस्य वर्णशब्दसमुदायस्य वर्णसमुदायस्य इति संज्ञा भवति इति सूत्रम् इति वार्तिकस्य अर्थः सो वार्तिकार किं वदति यत्र यत्र धातोः इर् इति वर्णसमूह एकत्र आयाति इत्युक्ते ह्रस्व इकारस्य साक्षात् परे रकारः वर्तते तस्य शब्दसमुदायस्य तस्य वर्णसमुदायस्य किं करणीयं तस्यापि इति करणीयम् बिकास् वेन् वि रीड् द पाणिनि महर्षिणा दत्तं इत्संज्ञा प्रकरणं तत्र अस्मिन् विषये किमपि न दत्तं सो इफ् यु डोण्ट् अप्लै दिस् वार्तिकं वाट् विल् हेपन् देट् इस् द प्रश्नः वट् वास् द नीड् फार् द वार्तिकार् टु गिव् दिस् स्पेशल् वार्तिकम् इन् दिस् प्रकरणं देट् इस् द क्वश्चन् if we don't do ir it varna samuhasi ekatra it na kurmah chet tatra kim bhavati tatra kinch doshah jayate va iti tatra prashnah ayati because there was a need for this ir it sangya vachah that is why vartikar has given this sanshodhanam he has given this additional information because if we see इर् इति वर्णसमूहः पश्यामः चेत् अत्र दृश्यतु बिधिर् बिधिर् इति पश्यामः चेत् औपदेशिकधातुः बिधिर् इति औपदेशिकधातुः अत्र अन्ते एकं हल् वर्णः वर्तते हलन्त्यं सूत्रद्वारा रकारस्य इत्संज्ञा भवितुम् अर्हति वि केन् डू द रकारस्य इत्संज्ञा बै हलन्त्यं सूत्रं तथैव इकारस्य तत्र उपदेशे अजनुनासिक इति सूत्रद्वारा इकारस्यापि इति संज्ञा भवितुम् अर्हति तयोः द्वयोः लोपः तस्य लोपः इति सूत्रद्वारा द्वयोः लोपः अपि भवति सो वाट् इस् द अवशिष्टभागः भिद् इति अवशिष्टभागः सो केवलं पाणिनि इति संज्ञाप्रकरणं पश्यामः चेत् इफ् वि अप्लै द पाणिनि सूत्रः तेन किं भवति भिदेव अवशिष्टभागः परन्तु वेन् वि डू द सेपरेट्लि बै भिन्नभिन्नसूत्रद्वारा अत्र इत्संज्ञा कुर्मः चेत् इत्युक्ते रकारस्य हलन्त्यं सूत्रद्वारा इत् इकारस्य उपदेशे अजनुनासिक इत् सूत्रद्वारा इत् तत्र किं भवति धातुः विल् बिकम् एन् इदित धातुः यस्मिन् धातुः ह्रस्व इकारः इत् सः इदित् तस्य अन्यनामः अस्ति तस्य धातुः अन्यनामः अस्ति इदित धातुः वाट् ऐ सेड् इस् देट् यस्मिन् यस्मिन् धातुः ह्रस्व इकारः इत् संज्ञकः तस्मिन् तस्मिन् धातुः एकम् अन्यत् कार्यं भवति नुमागमः भवति सो अस्मिन् धातु अपि यदि इफ् ऐ डू द इत् संज्ञा बै हलन्त्यम् एण्ड् उपदेशे अजनोनासिक् इति सूत्रद्वारा इत् संज्ञा कुर्मः चेत् दिस् धातु विल् बिकम् एन् इदित धातुः यस्मिन् धातुः रस्व इकारः इत् सः इदित् सो बिदिर् विल् आल्सो बिकम् एन् इदित धातुः सो बिकास् दिस् इस् एन् इदित् धातुः इट् विल् बिकम् एन् इदित् धातुः तस्मिन् नुमागमः अपि करणीयं. सो वट् विल् बि द लौकिकरूपं? बिन्द् इति लौकिकरूपं. बकार उत्तरवर्ती एकम् एव स्वरः इकारः. इकारस्य अनन्तरं तत्र नुमागमः अपि करणीयम् इफ् इट् इस् एन् इदित् धातुः. परन्तु भिन्द् इति असाधु रूपं, भिद् एव अवशिष्ट लौकिकरूपं, भिन्द् न अस्ति. अतः देर् वास् अ नीड् फार् वार्तिकं. वार्तिकार् किं वदति, वररुचिमहर्षिः किं वदति, यस्मिन् यस्मिन् धातुः एकत्र ई ह्रस्व इकारस्य साक्षात् परे रकारः, तत्र एकत्र इर् ईत् संज्ञा करणीयं. भिन्नभिन्नसूत्रद्वारा भिन्नरीत्या ईत् संज्ञा न करणीयम्. देट् इस् द देयम् आफ् दिस् वार्तिकम्. सि वि हाव् टु सी वट् वास् द नीड् फार् दिस् वार्तिकम् एक्स्ट्रा. वै वास् द नीड् फार् दिस् एक्स्ट्रा वार्तिकम् इन् दिस् प्रकरणम्? बिकास् तत्र भ्रमः जायते. धातुः इदित् मा भवेत्. किमर्थं चेत् यदि धातुः इदित् भवेत् तत्र नुमागमः अपि करणीयम् इति तु नियमः अस्ति. यस्मिन् यस्मिन् धातुः ह्रस्वीकारः इत् तत्र नुमागमः अवश्य करणीयम्. सो इफ् वि डू द भिन्नरीत्या इत् संज्ञक सूत्रद्वारा इत् कुर्मः चेत् भिदिर् विल् बिकम् एन् इदित् धातुः. सो इदित् धातुः भवति चेत् तत्र नुमागमः अपि करणीयम्. तथैव छिदिर् छिन्द् दृञ्च इति रूपं, परन्तु तत् रूपम् असाधुरूपं. तथा मा भवेत् इति वार्तिकार किं कृतम्, एकं वार्तिकं दत्तं. यस्मिन् यस्मिन् धातुः ह्रस्व इकारस्य साक्षात् अनन्तरं रकारः वर्तते तत्र इर् इति शब्दसमुदायस्य एकत्र इर् इत् करणीयम्, इत् इति नामकरणं करणीयम्. अनन्तरं वयं जानीमः समाननियमः, यस्य यस्य इत् इति नामकरणं तस्य लोपः अपि करणीयम्. सो अत्र इर् इति वर्णसमूहस्य इत् न तु भिन्नभिन्नरीत्या इत् करणीयम्. अतः तस्य लोपः सूत्रद्वारा इर् इति शब्दसमुदायस्य इत् अनन्तरम् अवशिष्टभागः बिद्. सो तेन किं भवति, दिस् बिदिर् इस् नाट् नो मोर् एन् इदित् धातु नौ, बिकास् अस्मिन् धातुः वार् वाच्य इर् इत् संज्ञा वाच्यद्वारा इत् संज्ञा न तु इदित् धातुः. सो अस्मिन् धातु केन, अत्र केन सूत्रेण इत् संज्ञा, सूत्रेण न, अत्र वार्तिकेन इत् संज्ञा करणीयम्. इर् इति वर्णसमूहस्य एकत्र इर् करणीयम्. प्रयोजनं किं, धातुः इदित् मा भवेत्. इट् शुड् नाट् बिकम् एन् इदित् धातुः. किमर्थं चेत् अत्र नकारस्य आवश्यकता लौकिकरूपेषु न वर्तते. इस् इट् ओके? सो वाट् वास् द देयम् फार् दिस् वार्तिकम्? धातुः इदित् मा भवेत् इति तत्र देयम् अस्ति. सो भिन्नभिन्नरीत्या भिन्नभिन्नसूत्रद्वारा अत्र इति न करणीयम्. यद्यपि भवितुम् अर्हति तथापि न करणीयम्. अत्र इर् इत् संज्ञा वाच्यद्वारा एव इत् करणीयम्. सो वाट् इस् द मीनिङ्ग् आफ् इर् इत् संज्ञा वाच्य? यस्मिन् यस्मिन् धातुः ह्रस्व इकारस्य साक्षात् परे रकारः रेफः अपि वर्तते तत्र शब्दसमुदायस्य एकत्र इत् करणीयम्. सो तादृश बहूनि धातवः धातुपाठे यथा बिदिर् छिदिर् दृशिर् दृश् इति परिचितं धातुः दृश्. सो दृशिर् तत्र इर् इत् संज्ञावाच्यद्वारा इत् संज्ञा. निझिर् अत्रापि इकारस्य साक्षात् परे रकारः. सो इर् इत् संज्ञावाच्यद्वारा अत्र इत् संज्ञा. युजिर् इषुचिर्. सो एतादृश धातवः धातुपाठे सन्ति यस्मिन् ह्रस्व इकारस्य साक्षात् परे रेफः, तत्र भिन्नभिन्न भिन्नभिन्नसूत्रद्वारा इति न करणीयम्. हलन्त्यमपि च उपदेशे अजनो नासिक् इति सूत्रद्वारा इति न करणीयम्. तत्र इर् इत् संज्ञावाच्यद्वारा एव इत् करणीयम्. अनन्तरं शब्दसमुदायस्य तस्य लोपः इति सूत्रद्वारा लोपः करणीयम्. अतः सुधेयं किम् अस्ति धातुः इदित् मा भवेत् इदित् इत्युक्ते ह्रस्वैकारः इत् यस्मिन् सः इदित् सम्यक् वा सर्वैः अवगतं वा आं भगिनि आं भगिनि सो यत्र यत्र अडिशनल् इत्युक्ते वेर् वि यूस् द परिभाषा भाष्यकारस्य परिभाषा आर् वार्तिकारस्य वार्तिकं वि हाव् टु सी इट् सीम्स् देट् दिस् थिङ्ग् वास् मिस्सिङ्ग् इन् अष्टाध्यायी ग्रन्थ देट् इस् वै हि हेस् गिवन् द अडिशनल् इन्फार्मेशन् बिकास् बट् सी इफ् वि इफ् यु सी पाणिनि महर्षि चिन्तनं मे बि something is missing, we are not able to understand. He yatra yatra dhatuh idit ma bhavet tatra saha kim kritam, panini maharishi kim kritam, tatra ikarasya saha tatra rakaraha api dhatam. Anyatha he vartikar would not have been able to make this air it sankhya vahachya. Atra nadhi pasha maha chet atra इकारस्य परे रकारः नास्ति किमर्थं चेत् अत्र नुमागमस्य आवश्यकता अस्ति परन्तु छिदिर् दृशिर् निझिर् युझिर् इषुचिर् इति पश्यामः चेत् धातुः इदित् मा भवेत् तस्य कृते एव महर्षिणा रेफः अपि दत्तं परन्तु किमर्थं तत्र तादृशसूत्रं न वर्तते इति तु वयं न जानीमः बट् सिन्स् वार्तिकार हेस् done the karya over ashtadhyayi grantha we know that we have to do this ir iti varna samuhasya varti vachya dwara eva tatra ir it it karniya so ir it sangya vachya that is why there is a requirement for additional other than ashtadhyayi grantha tatra vartikasya api avashyakta vartate asmin prakrane so na kevalam sapta sutrani एकं वार्तिकम् अपि आवश्यकम् अस्मिन् प्रकरणे वदतु भगिनी पूर्णिमा यदि वयं हलन्त्यचैत् इति रेफस्य संज्ञा कृत्वा उपदेशे रणुनासिकः इति इकारस्य संज्ञा करोति चेत् तत् अशुद्धम् इति परिगण्यति वा आं तत्र तेन किं भवति धातुः इदित् भवति यस्मिन् धातुः ह्रस्वैकारस्य इत् इत् संज्ञा तस्य धातुः अन्यनाम अस्ति इदित् धातुः यथा नदी इति धातुः नदीन् इति धातुः टुनदीन् इति धातुः इदित् धातुः सो यः यः धातुः इदित् भवति तस्मिन् तस्मिन् धातुः नुमागमः अपि आवश्यकं करणीयम् if we do separately then we have to this will become bind ba bakarah ikarah nakarah dakarah kimartham chet sarve idit dhatuh numagamah api bhavati sarve idit dhatushu numagamah api bhavati tatha ma bhavet iti tatra vachya dwara ev it sangya karni astu astu धन्यवादः भगिनि कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु शमिता महोदय एकः प्रश्नः अत्र ऐ डु एण्टैर्लि अग्री वित् दट् वार्तिका इर् भिन्नरीत्या न करणीय बट् ऐ जस्ट् फार् अकाडेमिक् डिस्कशन् पाणिनि महर्षि दी मस्ट् हाव् थाट् लैक् दिस् यत्र यत्र इदि धातुः अस्ति तत्र अन्ते इकार अनुनासिका अस्ति अजनुनासिका अस्ति चेत् इदि धातुः भवति यत्र अन्ते इदि धातुः नास्ति इदानीम् अन्तिम् इदानीम् इदि इकार अनुनासिक परे रेपः अस्ति चेत् तत् रेपः इद् धातुः न भवेत् इति पाणिनिमहर्षि चिन्तितवान् स्यात् इति मम चिन्तनम् आमां तथैव तत् मे बि वी केनाट् कन्क्लूड् बिकास् वी डोण्ट् हेव् द इन्फार्मेशन् देट् इस् वै usually we feel that why this is a very obvious that this dhatuhu tas vidirita dhatuhu numagamah na karniyam, that is why he has given refah api, but prashnah api ayati kimartham kevalam refah tatra rakarasya kim prayojanam. So there are so many questions which we don't know because our knowledge is incomplete. That's right. Agreed. Dhanyavad. Because we don't know sampurnatay ashtadhyayi grantham na janimah apicha, we don't know all the vartikar, we don't know all the paribhasha, our knowledge is limited. We are going only step by step. That is why we have so many doubts. धन्यवादः अस्तु कोऽपि अन्य प्रश्नः अस्ति चेत् कृपया पृच्छतु अन्यथा अत्र स्थगामः समयः अभवत् अस्तु तत्र मन्त्रं पठामि अनन्तरं तत्र स्थगामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः धन्यवादः महोदय शुभदिनम् धन्यवादः महोदय शुभदिनम् धन्यवादः